सर्वेषां सम्भाषणसंस्कृतवर्गं प्रति स्वागतम्। आरम्भे एकं सुभाषितं शृणुमः, तदनन्तरं लोट् लकारः इति विषयः अनुवर्तते। भगिनी एकवारं सुभाषितं श्रावयतु। आं भगिनि। विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्। विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः। विद्या बन्धुजनो विदेशगमने विद्या परा देवता। विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः। सम्यक्, धन्यवादः। लोट् लकारः तस्य प्रसङ्गे गीतासोपानं पुस्तकात् 56 पुटे एकादश अभ्यासात् आरभ्य अद्य वयं कुर्मः। अद्य लोट् लकारः विषयं तं विषयं समापयितुं प्रयतामहे। अद्य विषयः लोट् लकारः एव। सर्वे पुस्तकम् उद्घाटयन्तु। पुस्तके एकादश अभ्यासात् आरभ्य तत्र उदाहरणानि दत्तानि, वाक्यानि, तस्मात् आरभ्य कुर्मः। सुजाता भगिनी, भवती आरम्भं करोतु। अत्र किं लिखितमस्ति? वर्तमानकालक्रियारूपाणां लोट् रूपाणि उपयुज्य वाक्यानि वदताम्। एकवारं तस्मिन् वाक्ये बहूनि पदानि सन्ति, प्रत्येकं पदं स्वीकृत्य भवती यद् जानाति तद्वदतु। कोष्टकस्थानां षष्ठीविभक्ति बहुवचनमस्ति। वर्तमानकालक्रियारूपाणि लट्लकाररूपाणि क्रियारूपाणि दत्तमस्ति। लोट् रूपाणि उपयुज्य वाक्यानि लोट्लकाररूपाणि उपयुज्य वाक्यानि बहुवचनमस्ति। वाक्यं नपुंसकलिङ्गे वाक्यानि बहुवचनमस्ति। वदत मध्यमपुरुष लोट्लकार बहुवचनमस्ति। उत्तमम्, उत्तमं भगिनि। अत्र कोष्ठकम् इति पदमस्ति, पुंलिङ्गे अपि अस्ति इति भाति। कोष्ठकम् अत्र प्रथमं पदं कोष्ठकस्थानं, तत्र स्था धातोः रूपम्। अत्र पदं कीदृशं पदमस्ति? गृहस्थः इव कोष्ठकस्थ इति अस्ति, किन्तु अत्र कोष्ठकस्थानां वर्तमानकालक्रिया रूपाणां तयोर्मध्ये विशेषविशेषं। अत्र वर्तमान इति कीदृशं पदम्? वर्तमान न जानामि, उषा भगिनी वदतु। इत्युक्ते तत्र वृत्तधातोः शाणजन्तरूपं वर्तमान, वर्तमानकालक्रियारूपाणि रूपाणाम् उपयुज्य इति कीदृशं पदम्? उपयुज्य उपसर्ग अस्ति, युज् धातुः, ल्यप् प्रत्ययान्तरूपम्। ल्यप् इति कथनेन, ल्यप् इति कथनेन किम् अवगम्यते इत्युक्ते, ल्यप् इति वदामश्चेत् तत्र लकारपकारयोः अनुबन्धलोपानन्तरं तत्र यकारः एव अवशिष्यते। तदर्थमेव तत्र साधारणतया ल्यबन्तरूपेषु या इति श्रूयते अन्ते। उदाहरणानि एकवारं पठतु। उदाहरणानि, सः अत्र आवरणे किं दत्तमस्ति एकवारं पठतु, वाक्यानि निर्मातु. सः पठतु, तौ पठतः, ते पठन्तु, इदमेव भगिनि. तादृशरीत्या पठतु, अन्यानि वाक्यानि अपि निर्मातु. आम् आं भगिनि. सः पठतु, तौ पठतां, ते पठन्तु, सः शिक्षतां, तौ शिक्षेतां, ते शिक्षन्ताम्. सः वदतु, तौ वदतां, ते वदन्ताम्. वदन्तु, वदन्तु, ते वदन्तु. ब्रूतु, सः ब्रूतां, ये न जानामि. किञ्चित् काठिन्यमस्ति. कोऽपि वदति वा, स्मारयति वा, कोऽपि स्मारयति वा अत्र? ब्रूते इति लट्लकाररूपं दत्तमस्ति. धन्यवादः. ब्रवीति. आम् आं भगिनि. ब्रवीति, ब्रवीतु. ब्रूधातोः ब्रूधातुः उभयपदे अस्ति इति कृत्वा तस्य रूपं ब्रवीति इति एकं रूपम् अस्ति, किन्तु आत्मनेपदिरूपं ब्रूते इति अत्र दत्तमस्ति. ब्रूते अस्ति चेत् आत्मनेपदिरूपं स्वीकृत्य लोट् रूपाणि वक्तव्यानि. किञ्चित् काठिन्यम् अस्ति एव तस्मिन्. अन्यानि रूपाणि अपि स्मारयतु अन्येषां कृते. ब्रूध्वम्, ब्रूते, ब्रुवावहै, ब्रवावहै, ब्रुवावहै समथिङ्ग्, ऐ डिड् राङ्ग्. अत्र मध्यमपुरुष मध्यमपुरुषे एकवचनं ब्रूष्व अस्ति, किन्तु किन्तु ब्रूहि इति पदं बहु परिचितं पदं, सर्वे जानन्ति इति मन्ये. ब्रूहि इति पदं साधारणं पदं. त्वं ब्रूहि इत्युक्ते त्वं वद इति अर्थः. एकं गीतमपि अस्ति, ब्रूहि मुकुन्देति, हे रसने पाहि गोविन्देति. ब्रूहि मुकुन्द इति, तत्र ब्रूहि इत्युक्ते हे रसने, रसना इत्युक्ते टङ्ग्. हे रसने इति सम्बोधनारूपम् अस्ति. हे रसने मुकुन्द इति ब्रूहि इति तस्मिन् गीते अस्ति. ब्रूहि इति पदं ब्रूहि परस्मैपदी भवति वा? ब्रूहि परस्मैपदी. आं भगिनि, इत्युक्ते अहं किम् उक्तवती इत्युक्ते मध्यमपुरुषे एकवचनं आत्मनेपदी अस्ति चेत् ब्रूष्व, किन्तु परस्मैपदीरूपं परस्मैपदीरूपं बहु परिचितं रूपं ब्रूहि. अनन्तरं धन्यवादः भगिनी सुजाता भगिनी. अनन्तरं वेदा भगिनी भवती करोतु अन्यानि वाक्यानि. सः तौ ते वदति ब्रूते, त्वां युवां यूयं, करोति कुरुते, करोति परस्मैपतिरूपं, त्वां त्वं करोति त्वं कुरु, त्वं कुरु ऋषि, त्वं कुरु परस्मैपदरूपाणि वदतु. लोटकाररूपम् इति त्वं कुरु युवां कुरुतं, यूयं कुरुत, त्वं कुरुता. द्वे रूपमस्ति, त्वं एकवचनं कुरु एवम् अन्यरूपं किं न स्मरामि भगिनि. मध्यमपुरुष मध्यमपुरुषे एकवचने कुरु इति एकं रूपम् अस्ति, अपि च तातङ्ग् रूपं तुह्यो तातङ्ग् आसीत् अन्यतरस्याम् इति सूत्रेण कुरुतात् इति रूपमपि तत्र दृश्यते. आत्मनेपदिरूपं कुरुते इति आत्मनेपदिरूपम्. आत्मनेपदिरूपस्य लोट्लकाररूपमस्ति कुरुतां कुर्वातां कुर्वतां. त्वं मध्यमपुरुष कुरुष्व कुर्वातां कुर्वध्वं कुरुध्वं कुरुध्वं कुरुतु कुरुध्वं. सो त्वं कुरुष्व युवां कुर्वातां यूयं कुरुध्वं कुरुध्वं. चिन्तयति त्वं चिन्तयति एकं निमिषं भगिनि. चिन्तयतु वा चिन्तयतु. रूपं दृष्ट्वा किम् अवगम्यते अत्र रूपं परस्मैपदरूपम् अस्ति इति वयम् अवगन्तुं शक्नुमः. किमर्थं चेत् अन्ते ति प्रत्ययः अस्ति इति कृत्वा वदतु. चिन्तयति चिन्तयतु लोटकाररूपमस्ति. चिन्तयतु मध्यमपुरुषे किमस्ति भगिनि वदत् तत्र पश्यतु. चिन्तयतम् चिन्तयत मन्यते वाक्यानि श्रावयतु. त्वं चिन्तयत युवां चिन्तयतां चिन्तयतां यूयं चिन्तयन्तु. अत्र पुनः एकवारं मध्यमपुरुषे त्रीणि रूपाणि उक्त्वा कर्तृपदं योजयित्वा वदतु. चिन्तयतं चिन्तयत त्वं चिन्तय युवां चिन्तयतं यूयं चिन्तयत. उत्तमं. मन्यते मन्यते मन्यते मन्येते मन्यन्ते मध्यमपुरुषं लोट्लकाररूपमस्ति. मन्यतां मन्येतां मन्यन्तां. त्वं मन्यतां युवां सोरि मध्यमपुरुषमस्ति रैट्. मध्यमपुरुषं मन्येतां. आरम्भे एकवारं रूपाणि जानाति चेत् वदतु, तदनन्तरं वाक्यानि रचयतु. केन रूपाणि भगिनि? लट्लकार लोट्लकाररूपं वा? लोट् रूपाणि. लोट् रूपाणि मन्यते एकं निमिषं. आत्मनेपदीरूपं मन्यतां मन्येतां मन्यन्तां. मन्यस्व मन्येथां मन्यध्वं मन्यै मन्यावहै मन्यावहै मन्यामहै मन्यामहै. अधुना मध्यमपुरुषरूपाणि चित्वा वदतु. त्वं मन्यस्व युवां मन्येथां यूयं मन्यध्वम्. उत्तमम् उत्तमं भगिनि, उत्तमरीत्या उक्तवती. अनन्तरं सूर्यकुमारी भगिनी भवती करोतु अग्रिमानि. हा भगिनि, अहम् आवां वयं भवती भवते अहं भवानि आवां भवाव वयं भवाम. अत्र भज धातुः अस्ति. भजति इति परस्मैपदिरूपं, भजते इति आत्मनेपदिरूपम् अस्ति. उभयपदी धातुः अस्ति इति कृत्वा भजसेवायाम् इत्यस्मिन् अर्थे भजति रूपं तस्य लोट् रूपाणि स्वीकृत्य वदतु. अहं भजामि, आवां भजाव, वयं भजाम, परस्म आत्मनेपदी, वय अहं भजै, आवाम् आवां भजावहै, वयं भजामहै. उत्तमं. पूर्वस्मिन् पदे तत्र चिन्तयति इति अस्ति. चिन्तयति तत्र चित्युम् इति धातुः अस्ति, चुरादिगणीयधातुः, इदित् धातुः. तत्र चित्युम् इति औपदेशिक अवस्थायां तस्य रूपम् अस्ति, धातोः रूपं. लौकिकधातुः तु चिन्त् इति भवति, चिन्तयति इति चुरादिगणीयक्रियापदं. तत्र चुरादिभ्यो सत्यापपाश वीणातूल इति दीर्घसूत्रेण चुरादिभ्यो णिच् इति सूत्रेण चुरादिगणे सर्वदा णिच् विधीयते. तदर्थमेव रूपं चिन्तयति, चोरयति इत्यादीनि पदानि चुरादिगणे सन्ति. अत्र क्रूधातोः प्रसङ्गे वयं जानीमः एव, क्रूधातुः अपि उभयपदीधातुः मूलरूप मूलस्थित्यां धातोः रूपं डुक्रुञ् अस्ति. एतत् सर्वं वयं चर्चितवन्तः. अधुना क्रीडति, वदतु. अहं क्रीडामि, वयं क्रीडाव, आवां क्रीडाव, वयं क्रीडाम. अत्र क्रीडानि, तत्र णत्वं किमर्थं नास्ति? क्रीडानि डकारः अस्ति चेत्. उत्तमं. तवर्गीयव्यञ्जनं डकारः अस्ति इति कृत्वा, डकारः बाधकवर्णः इति कृत्वा तत्र केवलं क्रीडानि दन्त्यनकारादेशः भवति. उत्तमम् उत्तमं भगिनि. अनन्तरं भवती एव आरम्भं करोतु अग्रिम अभ्यासं. यथा सः पठतु, तौ पठतां, ते पठन्तु. तदभवत् द्वादश अभ्यासः. द्वादश. पाण्डवानां शिबिरं युद्धसन्नाहः प्रवर्तते. सेनापतिः दृष्टद्युम्नः सूचनाः ददाति. आवरणे स्थितस्य क्रियापदस्य उचितं रूपम् उपयुज्य सः कं किम् आदिश्यति इति लिखत. अत्र एकमेकं वाक्यं स्वीकृत्य किञ्चित् वदतु. पाण्डवानां शिबिरं, पाण्डवानां बहुवचनषष्टिविभक्तिः. शिबिरं प्रथमाविभक्ति एकवचनं, नपुंसकलिङ्गम्. उत्तमम्. अत्र अस्मिन् वाक्ये क्रियापदमस्ति वा? न भगिनि. नास्ति चेत् किम् अवगन्तव्यं तत्र? पाण्डवानां शिबिरम् अस्ति. उत्तमम्. अस्ति अथवा आसीत्? आसीत् इति. यद्यपि साधारणतया वाक्यम् इति वदामश्चेत् एकतिङ् वाक्यम् इति एकं निर्वचनम् अस्ति. इत्युक्ते प्रत्येकस्मिन् वाक्ये एकं तिङ्गन्तपदं भवेत् तदानीम् एव तद्वाक्यम् इति उच्यते इति एकं निर्वचनम् अस्ति. किन्तु अस्मिन् वाक्ये यद्यपि तिङ्गन्तपदं नास्ति तथापि तत् वाक्यमेव अत्र अध्याहर्तव्यम्. इत्युक्ते आसीत् इति पदम् इट्स् इम्प्लाय्ड्. युद्धसन्नाहं प्रवर्तते, ऐम् सारी, युद्धसन्नाहः प्रवर्तते. युद्धसन्नाहः एकवचनं, प्रथमाविभक्तिः. प्रवर्तते आत्मनेपदी एकवचनं. उत्तमम्. इत्युक्ते क्रियापदमस्ति, वृत् धातोः रूपं, प्र उपसर्गपूर्वकः. उत्तमं. सन्नाहः, युद्धसन्नाहः इत्युक्ते तत्र अत्र षष्ठीतत्पुरुषसमासः भवति वा, नो चेत् युद्धार्थं सन्नाहः इति वक्तुं शक्यते वा इति द्रष्टव्यं. किन्तु अत्र सन्नाहः इति पदं पश्यामश्चेत् सन्नाहः इति पदं घञन्तरूपं, सम् उपसर्गपूर्वकः नः धातुः, नः धातोः रूपम्, अपि च घञ् प्रत्ययः, सं योगः नः योगः घञ् प्रत्ययः. सन्नाहः इत्युक्ते सन्नद्धः, सिद्धः, अथवा इतोपि वक्तुमिच्छामश्चेत् व्यूहरचना इति वक्तुं शक्यते. युद्धसन्नाहः इत्युक्ते युद्धव्यूहरचना. तत्र नः धातोः रूपम् अहं दृष्टवती, अतः वदामि. नः धातोः रूपं नह्यति इति रूपम् अस्ति, दिवादिगणे अस्ति सन्नाहः. अग्रिमं वाक्यं. सेनापतिः दृष्टद्युम्नः सूचनाः ददाति. सेनापतिः दृष्टद्युम्नः विशेषणविशेषसम्बन्धः, प्रथमाविभक्ति एकवचनं. सूचनाः बहुवचनं. सूचना अकारन्त पुल्लिङ्ग स्त्रीलिङ्गपदम्. सूचना. ओके. सूचनाः. अत्र विभक्तिः का? सूचनाः बहुवचनं. एक प्रथमा विभक्तिः न, सूचनाः. सूचना, सूचनाः, सूचनाः. द्वितीयविभक्ति बहुवचनं. उत्तमं. द्वितीयविभक्ति बहुवचनं कथं वक्तुं शक्यते? अत्र द्वितीयविभक्ति बहुवचनम् इति कथं ज्ञातव्यम्? कर्म ददाति. किं ददाति? सूचनाः ददाति. उत्तमं. किं ददाति साधु एव, काः ददाति अपि प्रश्नार्थकवाक्यं वक्तुमिच्छामश्चेत् किं ददाति इति साधु एव, औत्सर्गिकरूपेण तथा वदामः. किन्तु काः ददाति इति वदामश्चेत् इतोपि समीचीनतरं भवति. अत्र सूचना इति लताशब्दवत् आकारान्त स्त्रीलिङ्गपदमस्ति इति कृत्वा, दा धातुः सकर्मकधातुः अस्ति इति कृत्वा द्वितीया बहुवचनमस्ति. अत्र सेनापतिः इति पदस्य प्रसङ्गे वदतु. सेनापति समस्तपदं, सैन्यस्य पति. सेनायाः पतिः. सेनायाः पतिः. किमर्थम् इत्युक्ते सेना इति पदम् आकारान्त स्त्रीलिङ्गपदम् अस्ति. सेनापतिः इत्युक्ते सैन्याध्यक्षः. सेनायाः पतिः इति वदामश्चेत् षष्ठी तत्पुरुषसमासः अस्ति. किन्तु सेनापतिः इति पदस्य प्रसङ्गे इतोपि किञ्चित् ज्ञातव्यम्. अत्र उषा भगिनी एकवारं स्मारयतु सेनापतिपदस्य प्रसङ्गे. सेनापतिः सेनायाः पति षष्ठी तत्पुरुषसमासः अस्ति भगिनि. अनन्तरं सेना इत्युक्ते मम आशयः तु सेनापतिः इति पदं पुंलिङ्गपदं साधारणतया पति मतिशब्दः ह्रस्व इकारान्त स्त्रीलिङ्गशब्दः. किन्तु सेनापतिः ह्रस्व इकारान्त पुंलिङ्गशब्दः. सेनापतिशब्दस्य रूपाणि कोऽपि स्मारयति वा? एकः संशयः. पतिः पुल्लिङ्ग किल, पुल्लिङ्ग. सेनापतिः ऐ डिन्ट् अण्डर्स्टाण्ड् सेनापति अण्ड् पतिः पुल्लिङ्ग. इत्युक्ते अत्र साधारणतया सेनापतिः इति पुंलिङ्गपदम् इति अवगन्तव्यम्. अत्र सेनापतिशब्दस्य रूपाणि किञ्चित् भिन्नानि. कुत्र भेदः दृश्यते इति अस्माभिः अवगन्तव्यम्. पती पती पतयः, पतिं पती पतीन्, पत्या पतिभ्यां पतिभिः, पत्ये पतिभ्यां पतिभ्य, पत्युः पतिभ्यां पतिभ्यः, पत्युः पत्यो पतीनां पत्यौ पत्यो पतिषु. पतिशब्दस्य रूपाणि अत्र सेनापति सेनापतिशब्दस्य रूपाणि तदेव भवति न पतिशब्दवत् अत्र अत्र पतिशब्दस्य रूपाणि किञ्चित् भिन्नानि एकवारं दृष्ट्वा कोऽपि स्मारयति वा नो चेत् अहं वदामि. पतिः पतिशब्दः वा भगिनि? सेनापतिः सेनापतिः सेनापति सेनापतयः सेनापतिं सेनापती सेनापतीन् सेनापत्या. भगिनि सेनापतिना किमर्थं भगिनि नकारः तत्र? सेनापतिना इति रूपम् अस्ति. पतिन् सेनापतिना सेनापतिभ्यां सेनापतिभिः सेनापत्ये तत्र सेनापतये हरिशब्दवत् सेनापतिभ्यां सेनापतिभ्यः सेनापतेः सेनापतिभ्यां सेनापतिभ्यः सेनापतेः सेनापत्योः सेनापतीनां सेनापत्यौ पतौ सेनापतौ क्षम्यतां सेनापतयोः सेनापति पतिषु सेनापत्योः सेनापतिषु. इत्युक्ते किञ्चित् कुत्रचित् भेदः दृश्यते तदर्थम् अस्माभिः विशेषतया कुत्र कुत्र भेदः अस्ति इति अवगन्तव्यम्. यदि सीतापति अस्ति चेत् तदेव तथा एव रूपाणि सीतापतिशब्दवत् एव. इत्युक्ते सीतापतिना? आं भगिनि. ओ अस्तु भगिनि. अग्रिमं वाक्यं भगिनि भगिनि सेनापति षष्ठी हेना सेनापतेः सेनापतयोः सेनापत्योः किमर्थं भगिनि हरिशब्दवत् न वा? अत्र अहं शब्दमञ्जरी अस्ति मम पुरे अत्र हरे शब्दवत् इति चेत् हरेः हरियोः हरिणा हरियोः इति वदामश्चेत् पत्योः इति भवति. क्षम्यतां मम भ्रमः. चिन्ता मास्तु. सूर्यकुमारी भगिनी अग्रिमं वदतु अग्रिमे वाक्ये किमस्ति. आवरणे स्थितस्य क्रियापदस्य उचितं रूपम् उपयुज्य सः कं किम् आदिष्यति इति लिखत. आवरणे सप्तमी एकवचनं स्थितस्य स्थितस्य षष्ठी एकवचनं क्रियापदस्य षष्ठी एकवचनम् उचितं रूपम् इति एकवचनं भगिनि. अत्र उचितं रूपम् एकवचनमेव किन्तु द्वितीया विभक्त्याम् अस्ति. द्वितीय एकवचनं रूपम् उपयुज्य लबन्तरूपं सः कं किम् आदिष्यति इति लिखत. आदिष्यति अहं न जानामि. अत्र आवरणे अत्र साधारणतया ल्युडन्तपदमस्ति आवरणम् इति ल्युडन्तपदं तस्य सप्तमीविभक्तिरूपम् आवरणे इत्युक्ते आच्छादनं करोति आवरणम् इति ल्युडन्तपदमस्ति. स्थाधातोः रूपमेव स्थित क्ताप्रत्ययान्तरूपं स्थितस्य क्रियापदस्य उचितम् इति वच् धातोः रूपमेव किन्तु द्वितीयाविभक्त्याम् अत्र उचितं विशेषणमस्ति इति कृत्वा त्रिषु लिङ्गेषु तस्य रूपाणि आदिशति. आदिशति इति इत्युक्ते आदेशं ददाति, आदेशं करोति इति अर्थः. आङ् उपसर्गपूर्वकः दिश् धातोः रूपमेव दिशति. साधारणतया दिश् धातोः रूपाणि बहूनि घञन्तरूपाणि वयं जानीमः एव. आदेशः आङ् उपसर्गपूर्वकः दिश् धातुतः घञ् रूपम् आदेशः. उपदेशः उप उपसर्गपूर्वकः दिश् धातोः रूपं दिश् इति किं वदामः, इदुपदधातुः इत्युक्ते उपधायां ह्रस्व इकारः अस्ति इति कृत्वा पुगन्तलघुपधस्य च इति सूत्रेण तत्र गुणकार्यं भवति. तेन देश इति रूपम् आयाति. उपदेशः, प्रदेशः, विदेशः, परदेशः, अतिदेशः इत्यादीनि पदानि तत्र दिश् धातोः रूपाणि एव सन्ति. किन्तु भिन्न उपसर्गाणां योजनेन भिन्नं पदं सिद्ध्यति. अत्र धातुः दिश् धातुः. आदिशति, किम् आदिशति इति मुख्यविषयः. कम् आदिशति, अत्र कम् इति इत्युक्ते किं भगिनि वदतु? कम् आदिशति नपुंसकलिङ्गं न, न, न, द्वितीयविभक्ति. द्वितीयाविभक्ति एकवचनं. लिङ्गं पुल्लिङ्गम्. उत्तमम्. अत्र सः दृष्टद्युम्नः कं पुरुषं किम् आदिशति इति. ओके, ओके. इत्युक्ते तत्र पाण्डवानां शिबिरम् आसीत्, युद्धसन्नाहः प्रवर्तते. सेनापतिः दृष्टद्युम्नः सूचनाः ददाति. आवरणे स्थितस्य क्रियापदस्य उचितं रूपम् उपयुज्य सः दृष्टद्युम्नः कं योधं, कं योधं किम् आदिशति इति अत्र दत्तमस्ति. प्रथमं वाक्यं पठतु भगिनी. एकः प्रश्नः भगिनी, क्षम्यताम्. चिन्ता मास्तु, वदतु. ददाति अस्ति चेत् कस्मै ददाति न भगिनी? कस्मै ददाति इति एव तत्र स्वीकर्तव्यं. किन्तु तस्मिन् वाक्ये पुनः किञ्चित् परिवर्त्य लिखतु. सेनापतिः दृष्टद्युम्नः सूचनाः ददाति. तत्र पदम् अन्यत् पदं योजयित्वा, चतुर्थ्यन्तं रूपं योजयित्वा वाक्यं परिवर्तयतु. केभ्यः ददाति इति. उत्तमम्. उत्तरम्? उत्तरं सैनिकेभ्यः. सैनिकेभ्यः सैनिके. धन्यवादः भगिनी. उत्तमम्. तत्र तस्मिन् वाक्ये सैनिकेभ्यः इति न लिखितं, किन्तु तत्र तादृशं पदं तत्र न स्थापितं. किन्तु वयमिच्छामश्चेत् स्थापयितुं शक्नुमः. प्रथमं वाक्ये उदाहरणत्वेन दत्तमस्ति. सूर्यकुमारी भगिनी वदतु. सूर्योदयः जातः, यूयं सर्वे उत्तिष्ठत. सूर्योदयः जातः, सूर्योदयः जातः. अवगतं खलु? वाक्यसार्थः अवगतः. अत्र सूर्योदयः, कोऽपि वदतु सूर्योदयः इति कीदृशं. सूर्यस्य उदयम्. सूर्यस्य उदयः. सूर्यस्य उदयः, सूर्योदयः. षष्ठी, षष्ठी तत्पुरुष. उत्तमम्. अत्र उदयः इति पदं पश्यामश्चेत् साधारणतया सूर्यः उदेति. लट्लकाररूपं योजयित्वा वक्तुमिच्छामश्चेत् सूर्यः उदेति. उदेति इति कीदृशं पदम् इति पश्यामश्चेत् तत्र द्वाविंशति उपसर्गाः सन्ति. तेषु अन्यतमः एव उत्. उत् इति एकः उपसर्गः. उत् इत्युक्ते उपरि इति अर्थः. एति उत् उपसर्गपूर्वकः ई धातुः. ई धातोः रूपमेव एति. उत्योगः एति, उदेति इति रूपं सिद्ध्यति. तत्र जस्त्वं भूत्वा यत्र यत्र उपसर्गः अस्ति तत्र सन्धिः नित्यः इति कृत्वा तत्र जस्त्वं भूत्वा उदेति इति लट्लकाररूपं सिद्ध्यति, किन्तु उदयः इति पश्यामश्चेत् जातः, जातः इत्युक्ते एकवारं जानाति चेत् वदतु भगिनि. क्षम्यताम्, अत्र उदय इति अधुना दृष्टवती. कल्पद्रुमे उत्योगः अच् प्रत्यय. उत्तमम्, अच् प्रत्ययः इति लिखितमस्ति. धन्यवादः भगिनि. जन्धातु भगिनि, जन्धातुः वदतु. जन्धातुः क्रान्तरूपं जातः. उत्तमम्, एतावता क्ताप्रत्ययान्तरूपं जातः. जन् धातोः रूपं लट्लकाररूपं स्मरति चेत् वदतु भगिनि. लट्लकाररूपं जन जन अत्र जनी प्रादुर्भावे इति एकः धातुः अस्ति, तस्य लट्लकाररूपं जायते. जायते इति लट्लकाररूपम् अस्ति, किन्तु अत्र वाक्यानि भूतकालार्थे सन्ति इति कृत्वा सूर्योदयः जातः, किन्तु वर्तमानकालार्थे वक्तुमिच्छामश्चेत् सूर्योदयः जायते, जायते भवितुमर्हति. जनी धातोः रूपमेव जातः. अग्रिमवाक्यं यूयं सर्वे उत्तिष्ठत. उत्तिष्ठत बहुवचन मध्यमपुरुष. यूयं सर्वे उत्तिष्ठत लोट्लकार. अत्र सर्वे इति पदं कीदृशं पदम्? सर्वनामपदम्. सर्वनामपदम् अपि च यूयं शब्दस्य विशेषणम्. आम्, सर्वशब्दस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति. एकवारं प्रथमाविभक्त्यन्तरूपाणि स्मारयतु. सर्वः सर्वै. भगिनी अत्र चिन्ता मास्तु, अधुना अत्र शोभा भगिनी एकवारं स्मारयतु पुंलिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे केवलं प्रथमाविभक्त्याम्. अस्तु भगिनि. सर्वः सर्वौ सर्वे पुंलिङ्गे, सर्वा सर्वे सर्वाः स्त्रीलिङ्गे, सर्वं सर्वे सर्वाणि नपुंसकलिङ्गे. उत्तमम्. अधुना अत्र भवती एव वदतु उत्तिष्ठत इति इत्यस्य प्रसङ्गे, इतोपि भवती यद् जानाति तद्वदतु. तत्र उत्तिष्ठत इत्यस्मिन् उत् उपसर्गपूर्वकः स्था धातुः, उत्तिष्ठत इति लोट्लकारे बहुवचने, तत्र उत्तिष्ठन्ति इत्यस्य, अतः तत्र मध्यमपुरुषे लोट्लकारे बहुवचने. त्वम् अस्ति चेत् किं वक्तव्यं? त्वम् उत्तिष्ठ. उत्तमम्, उत्तिष्ठोत्तिष्ठ गोविन्द. आम्, उत्तमं, भवती जानाति एव तत्र उत्तिष्ठ गरुडध्वज. अपि च गीतायामपि एकः श्लोकः अस्ति, तस्माद् उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः इति तस्मिन् श्लोके अस्ति. उत्तिष्ठ कौन्तेय इति अस्ति, अपि च वयं सर्वे जानीमः एव उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत इति उपनिषद्वाक्यमपि अस्ति. उत्तिष्ठ इति एकवचनरूपम् अस्ति. प्रथमं वाक्यं करोतु भगिनि. अस्तु, तत्र युद्धार्थं सज्जा भवन्ति इति दत्तं, लोट्लकारे भवता इति भूधातोः, मध्यमपुरुषे बहुवचने भवति, अपि च सुकेश इति सम्बोधनं, त्वं द्वारे तिष्ठसि इति दत्तम्. इतोपि किञ्चित् अत्र अहं किञ्चित् वदामि. अत्र युद्धार्थम् इति पदमस्ति, अस्मिन् पदे चतुर्थी तत्पुरुषसमासः अस्ति. युद्धाय इदम् इति विग्रहवाक्यं भवति, चतुर्थी तत्पुरुषसमासः. सज्जाः इत्युक्ते वयम् एकं क्रियापदं दृष्टवन्तः, सज्जते इति पदमस्ति. सः धातुः मूर्धन्यषकारादिधातुः, षस्ज् इति एकः धातुः अस्ति, तस्मात् इदं पदम् आगतं. सज्जाः इत्युक्ते, सज्जाः इत्युक्ते सिद्धाः भवन्तु इति, सिद्धता उत्तमं भवेत् इति. अत्र सुकेश इति पदमस्ति. सुकेश इति भवती जानाति एव, अकारान्तपुंलिङ्गपदमस्ति, किन्तु सम्बोधनरूपम् अस्ति. तत्र पदं कीदृशं पदम् इति पश्यामश्चेत्, अस्मिन् पदे बहुव्रीहिसमासः अस्ति इति भाति. इत्युक्ते शोभनः केशः यस्य सः, इत्युक्ते शोभनः, शोभनाः केशाः यस्य सः, सुकेशः इति अकारान्तपुंलिङ्ग पदं भवति. समस्तपदं बहुव्रीहिसमासयुक्तं पदम् इति मम चिन्तनं. अग्रिमं वाक्यं, त्वं द्वारे तिष्ठसि. अत्र पुनः स्था धातुः, तत्र तिष्ठ इति अपि च तिष्ठतात् इति अपि भवितुमर्हति. त्वं मध्यमपुरुष एकवचने, त्वं द्वारे तिष्ठ अथवा त्वं द्वारे तिष्ठतात् इति. अनन्तरं यूयं खड्गान् तीक्ष्णा कुरुथा इति दत्तं. लोट्लकारे बहुवचने मध्यमपुरुषे कुरुता इति भवति क्रूधातुः. अपि च क्रूधातुः अत्र तु तनादिधातु गणे. अग्रे पठामि वा? अत्र खड्गान्, पदस्य लिङ्गं किम्? खड्गान् इति भवति, अतः पुंलिङ्गे अस्ति. रामान् इति बहुवचने द्वितीय विभक्तौ बहुवचने भवति. खड्गः, खड्गौ खड्गः इति रामं, रामौ रामान् इति. खड्गान् तीक्ष्णान्, अत्र तीक्ष्णान् इति विशेषणम्. आम्, तीक्ष्णाम् इति तीक्ष्णं कुरु इति, खड्गायाः तीक्ष्णता भवतु इति अर्थे. अत्र तीक्ष्ण इति पदं प्रातिपदिकमस्ति, किन्तु तीक्ष्ण इति पदं विशेषणमस्ति इति कृत्वा त्रिषु लिङ्गेषु तस्य रूपाणि भवन्ति. अत्र खड्गः इति पुंलिङ्गपदमस्ति इति कृत्वा तीक्ष्णः, खड्गः तीक्ष्णः, अथवा खड्गान् तीक्ष्णान् कुरुत. किमर्थमित्युक्ते तत्र क्रूधातुः सकर्मकधातुः अस्ति इति कृत्वा खड्गान् तीक्ष्णान् इति लिखितम् अस्ति. यदि एकवचने वक्तुमिच्छामश्चेत् त्वं खड्गं तीक्ष्णं कुरु, कुरु, त्वं खड्गं तीक्ष्णं कुरु इति भवति. अत्र तीक्ष्णशब्दः कीदृशः इति पश्यामश्चेत्, तिज् धातुतः आगतं पदं तीक्ष्ण. तिज् इति एकः धातुः अस्ति. वयं पूर्वस्मिन् वर्गे चर्चितवन्तः, तिज् धातुतः सन् प्रत्ययस्य योजनेन तितिक्षते इति रूपं सिद्ध्यति. तिज् धातुः भुवादिगणे अस्ति, चुरादिगणे अस्ति. भुवादिगणे अस्ति इति कृत्वा तत्र सन् प्रत्ययस्य योजनेन तत्र भुवादिगणे तितिक्षते इति रूपं सिद्ध्यति. किन्तु चुरादिगणे तिज् धातोः रूपं पश्यामश्चेत् तेजयति इति रूपं सिद्ध्यति. इत्युक्ते आहत्य भुवादिगणे गुप्तिजिकिद्भ्यः सन् इति सूत्रेण सन् प्रत्ययः विहितः भवति, तेन तिज् धातुतः तितिक्षते इति रूपं सिद्ध्यति. तिज् धातोः रूपमेव तीक्ष्ण कुरुत. भीम करोतु. भीम, अत्रापि सम्बोधन, भीमः इति पदस्य सम्बोधनरूपं भीम. अद्य भवान् गजसैन्यं नयति इति लट्लकारे. नी धातुः लोट्लकारे मध्यमपुरुषे एकवचने नयतु इति भवति. अद्य भवान् गजसैन्यं नयतु. तत्र गजसैन्यम् इति समस्तपदं, गजानां सैन्यः इति अस्ति वा भगिनि? गजानां तत्र नत्वं न भवति. अस्तु, अनन्तरं नयति, नयति इत्यस्य प्रसङ्गे इतोपि किञ्चित् वदतु यद् जानाति. हा, नयति इति नी धातुः, तत्र भ्वादिगणीयधातुः, उभयपदी धातुः अस्ति. अतः तत्र लट्लकारे लोट्लकारे नयतु नयतात् इति लोट् लकारे नयताम् इति भवति. एकवारं पठामि वा? पठतु. लोट् लकारे नयतु नयतात् नयतां नयन्तु नय नयतात् नयतं नयत नयानि नयाव नयाम. लोट् लकारे नयतां नयेतां नयन्तां नयस्व नयेथां नयध्वं नयै नयावहै नयामहै. उत्तमम् उत्तमं भगिनि. नी धातोः रूपमेव नयनं नयनम् इति ल्युडन्तरूपम् अस्ति. तत्र नीयते दृष्टिविषयः अनेन इति नयनम् इति भवति. आनयति आ उपसर्गस्य योजनेन आनयति इति रूपमपि सिद्ध्यति. अग्रिमं वाक्यं नायकः आल्सो नायकः वदतु भगिनि. नायकः बिकास् ही लीड्स् एव्रीबडि. नायकः इत्यस्मिन् पदे नुवल् नुवल् प्रत्ययः. उत्तमं भगिनि. अग्रिमं वाक्यं भोः तत् तदपि सम्बोधन. यूयं कवचानि धरथा इति दत्तं. लोट्लकारे धरत इति बहुवचने मध्यमपुरुषे भवति. तत्तु ध्रु इति धातुः, भ्वादिगणीयधातुः. अपि च तत्र कवचानि, कवचः इति अत्र पश्यतु. कवचानि लिङ्गं किम्? कवचा ओ अस्तु कवचानि नपुंसकलिङ्गं. कवचं कवचे कवच कवचानि कवचानि. उत्तमम्. अत्र ध्रुधारणे इत्यस्मिन् अर्थे ध्रुधातोः रूपमेव अत्र दत्तमस्ति. अत्र उत्तमपुरुषे एकवचनं किं भवितुमर्हति? धरतशब्दस्य वा? धरतु. उत्तमपुरुषे धराणि. धराणि धराव धराम अहं धराणि धराणि. तत्र रेपः अस्ति इति कृत्वा णत्वं भवति. उत्तमम्. अत्र ध्रुधातुः अपि सकर्मकधातुः इति कृत्वा अत्र कर्मपदं कवचानि, यूयं कवचानि धरत इति लिखितमस्ति. इतोपि ध्रुधातुः अजन्तधातुः इत्युक्ते ध्रु इति वदामश्चेत् तत्र ऋकारान्तधातुः अजन्तधातुः अस्ति इति कृत्वा तत्र सार्वधातुकार्धधातुकयोः इति सूत्रेण धर् भवति. इत्युक्ते गुणः भूत्वा ध्रु इत्यस्मात् धर् भवति. तदनन्तरं शप् इत्यस्मात् अकारः तत्र आयाति. तेन धर इति रूपमायाति. इतोपि इत्युक्ते अजन्तधातुः अजन्तधातुः अस्ति इति कृत्वा भ्वादिगणीयधातुः. वदतु भोः प्रातिपदिकं किम् अस्ति भगिनि? भोःस्य ज्ञातव्यं. भोः भा धा भा इति एकः धातुः अस्ति. तस्य रूपं भवति वा? अव्ययं भगिनि. किन्तु कस्मात् आगतम् इदं पदम् इति अहं न दृष्टवती. ज्ञातव्यमेव. अनन्तरम् अग्रिमं वाक्यमपि करोतु भगिनि. तत्र भगिनि भोः इति भाति इति भा बाहुलकाद् दोषिः अहं न जानामि. तद् दत्तमस्ति भगिनि. इति भाति इति भाति इति वदामः. भाति इति अदादिगणे एकः धातुः अस्ति. तथा मम चिन्तनम् अस्ति अथवा इति मन्ये इति भावयामि इति इति भाति. तत्र भा धातोः रूपमेव भाति इति अदादिगणे अस्ति. तत्तु भिन्नः इति भवति वक्तुमिच्छति वा? तस्मात् that person who is there, a boho parana, a aridiranta kannadalli itiranta ketivi bhudatminda bandirboda. Not sure. Atra aduna pash drishtavati bhagini. सकारान्त अस्ति, अपि च अन्यत् उदाहरणं तत्र एव दत्तमस्ति, भो भो विपेन्द्र इति. तदेव शब्दस्य अधोभागे भो भो विपेन्द्र इति दत्तम्. इत्युक्ते अत्र अस्माकं कार्यं किम् इत्युक्ते, इदं पदं कस्मात् आगतम् इत्युक्ते उणादिरूपं वा नो चेत् कृदन्तपदं वा, कृदन्तपदं चेत् कस्मात् धातोः रूपम् इदम् इति द्रष्टव्यं. किन्तु अहं सम्यक् न जानामि, पृष्ट्वा एव वक्तुं शक्नोमि. भगिनि अहं चिन्तयामि भो इति निपातमस्ति, यथा हे अरे एतानि वाचनानि सम्बोधने भो अपि एक निपातमस्ति एकम् इति मम चिन्तनं. सम्यक् ते अपि अत्र दत्तम् आल्सो भगिनि, हं हो हुं हो अरे अये अयि अरे सर्वाणि सर्वाणि निपातानि. अस्तु, इत्युक्ते तेषां विशेष अर्थः कोऽपि नास्ति, केवलं भोः अरे रे हे इत्यादयः शब्दाः सन्ति, एतानि सर्वाणि सम्बोधनार्थं प्रयुज्महे. उत्तमम्. अनन्तरम् अग्रिमं वाक्यं करोतु. अग्रिमं नकुल सम्बोधन, नकुलः इत्यस्य, अद्य त्वं व्यूहं रचयसि इति लोट्लकारे मध्यमपुरुषे एकवचने त्वं रचय अथवा रचयताम् इति भवति. रच इति धातुः तत्र, अपि च किं चुरादिगणीयधातुः, तत्र तु निच् प्रत्यय आगतः, अतः रचय इति भवति लोट्लकारे. तावदेव किल भगिनि तत्र? आम् आं भगिनि, अत्र व्यूहः इति पुंलिङ्ग, व्यूहः इति पुंलिङ्गपदम् अस्ति, किन्तु अत्र कर्मपदं भवति, व्यूहम् इति भवति. अत्र वि उपसर्गपूर्वकः ऊह इति इत्यस्य घयन्तरूपम् इति भाति, नो चेत् द्रष्टव्यम्. अत्र वि उपसर्गपूर्वकः ऊह योगः घञ्. व्यूढा इति अपि भवति वा एकं रूपं तस्य भगिनि? व्यूढा अपि अस्ति. होढः सूत्रेण व्यूढः अपि अस्ति. होढः सूत्रमपि अस्ति. होढः इत्युक्ते हकारस्य स्थाने ढकारादेशः भवति तत्र. उत्तमं. व्यूहः रचयसि, अत्र परिवर्त्य एकवारं श्रावयतु वाक्यम्. अत्र अद्य त्वं व्यूहं रचय अस्ति चेत् व्यू तदेव. उत्तमं भगिनि. अनन्तरम् अरविन्द महोदय भवान् करोतु अग्रिमम्. सर्वे व्यूहे सज्जा तिष्ठतां, तिष्ठन्तां. सर्वे सर्वनामपदं, व्यूहे सप्तमी, व्यूहः सज्जः, सज्ज अच् अजन्द अच् योजनेन सज्जः भवति. स्थादातु तिष्ठत, तिष्ठतां, तिष्ठन्तां, सर्वे तिष्ठन्ताम्. अत्र पश्यतु महोदय, तिष्ठन्ति इति परस्मैपदिरूपम् अस्ति इति कृत्वा अस्माकं कार्यं लोट्लकाररूपम् अपि परस्मैपदिरूपम् इत्युक्ते अयं धातुः परस्मैपदिधातुः अस्ति इति कृत्वा सा धातुः तिष्ठति इति परस्मैपदिरूपं, तदर्थं लोट् रूपाणि अपि परस्मैपदरूपाणि भवेयुः. अधुना वदतु तिष्ठन्तु. तिष्ठन्तु तावदेव. सर्वे सज्जाः तिष्ठन्तु, कुत्र? व्यूहे. सर्वे सज्जाः अत्र पुंलिङ्गरूपं, सज्जाः इति पुंलिङ्गबहुवचनमस्ति इति कृत्वा सर्वे सज्जाः तिष्ठन्तु इत्युक्ते आल् भवन्तः सर्वे सज्जाः भवन्तु, सन्नद्धाः तिष्ठन्तु. उत्तमं, सन्नद्धाः तिष्ठन्तु. अग्रिमं वाक्यं. सेनापतिः अग्रे तिष्ठति इति परस्मैपदीरूपमस्ति. तिष्ठतु इति लोट् प्रथमवचनं, प्रथमपुरुष एकवचनं. प्रथमपुरुष एकवचनं. सेनापतिः तिष्ठतु. कुत्र? अग्रे तिष्ठतु. अग्रे तिष्ठतु. सेनापतिः दृष्टद्युम्नः अग्रे तिष्ठतु. अत्र प्रश्नः भगिनि, वदतु. अत्र सेनापतिः दृष्टद्युम्नः सूचना ददाति, परन्तु सेनापतिः अग्रे तिष्ठतु इति तथा भवतु, तथा भवतु इति तस्य आशयः. अहम् अग्रे भवामि, अहम् अग्रे तिष्ठामि, भवन्तः सर्वे व्यूहे सज्जाः भवन्तु इति सः आदेशान् ददाति. इत्युक्ते तिष्ठामि, तिष्ठामि इति अत्र उत्तमपुरुषे वाक्यानि न दत्तानि, केवलं सेनापतिः इति प्रथमपुरुष कर्तृपदमस्ति इति कृत्वा सेनापतिः तिष्ठतु. वाक्यं प्रथमपुरुषे लिखितमस्ति. यदि सः उत्तमपुरुषे वक्तुमिच्छति चेत् अहम् अग्रे तिष्ठामि इति भवति. उत्तमम्. अग्रे करोतु महोदय. भगिनी, सेनापति वनस्पति समानम् अस्ति वा? वनस्पतिः वनस्पति वनस्पती वनस्पतयः वनस्पतिं वनस्पती वनस्पतीन् वनस्पतये वनस्पतिभ्यां वनस्पतिभ्य वनस्पते वनस्पत्यां वनस्पतिभ्यां वनस्पते वनस्पत्यो वनस्पतीनां वनस्पतौ वनस्पत्यो वनस्पतिषु इति अहं दृष्टामि कोष्टके. रूपाणि तथा एव सन्ति. ऐ थिंक वनस्पति हस् नथिंग टु डू विथ पति. लाइक सेनापति इज पति इज बाय इटसेल्फ इज द वडेया दैट इज द मास्टर. इकारान्त पुल्लिंग पदम करेक्ट. कृस्य इकारान्त पुल्लिंग पदम वनस्पति. In the Senapati, as Bhagini told, leader of Sena. That has become a Samastapada. But Vanaspati is not a Samastapada, I think. Samastapadam Bhavati Chedapi, Atra Mahodaya Kevalam Rupa Samyam Vadanasti. अत्र रूपसाम्यं दृश्यते इति सः वदन् अस्ति, किन्तु अत्र अर्थप्रसङ्गे भवती वदन्ती अस्ति. इत्युक्ते तत्र पदं कथम् आगतम् इति द्रष्टव्यं, किन्तु केवलं रूपसाम्यम् अस्ति. सप्तसु विभक्तिषु तत्र रूपसाम्यं इकारान्त करोतु महोदय. यूयं तस्य रक्षणं कुरुत. अत्र यूयं तस्य रक्षणं यूयं यूयं रक्षणं कुरुत. उत्तमम्. इत्युक्ते कुरुत इति आवरणे दत्तमस्ति. कुरुत इति लट्लकाररूपमस्ति, किन्तु लोट्लकाररूपं वक्तव्यं. तत्र अल्पप्राणतकारं योजयित्वा कुरुत इति रूपम् अत्र लोट्लकारे. यूयं कुरुत. किं कुरुत? तस्य रक्षणं कुरुत. तस्य इत्युक्ते कस्यचिदपि अत्र तु सन्दर्भम् अनुसृत्य अत्र सेनापतेः रक्षणम्, रक्षणम् इति ल्युडन्तपदं. सेनापतेः रक्षणं यूयं कुरुत इति सः वदति. अग्रिमं वाक्यं भगिनि, क्षम्यतां भगिनि, वदतु. वनस्पति इति अहं पश्यामि वनस्य पतिः इति दत्तं शब्दकोशे. ओ वनस्य पतिः अस्तु. एकम् एकं विशालवृक्षः एव. अस्तु धन्यवादः भगिनी. अनन्तरम् अकरोत् महोदय. अश्वदलं तत्र गच्छति. अश्वदलं तत्र गच्छतु. तत्र गच्छतु अश्वदलं तत्र गच्छतु सकर्मक धातु अश्वदलम् अश्वानां दलम् अश्वानां दलम् एव भवति तत्र. अश्वदलं तत्र गच्छतु. एते सैनिकाः गजम् आरोहन्ति. तत्र आरोहन्तु. एते सैनिकाः गजम् आरोहन्तु. आरोहन्तु आरोहन्तु प्रसङ्गे किञ्चित् वदतु. रुह् धातु आ उपसर्ग. रोढुम् इच्छति. अत्र वयं तुमन्नन्तं रूपं वक्तुमिच्छामश्चेत् रोढुम् इति भवितुमर्हति. अत्र आङ् उपसर्गपूर्वकः रुह् धातुतः आरोहतु आरोहन्तु इति रूपं सिद्ध्यति. वयं साधारणं पदं वयं जानीमः एव आरोहणं पर्वतारोहणं करोति सः. तत्पदम् आरोहणम् इति ल्युडन्तपदं. तत्र धातुः अयं धातुः एव रुह् धातुः. आरोहणम् अवरोहणम्. अवरोहणम् उत्तमम्. इत्युक्ते अत्र उपसर्गस्य भेदेन रूपं भिद्यते. करोतु अग्रिमम्. भवन्तः कुन्दान् गृह्णन्ति. भवन्तः कुन्दान् गृह्णन्तु. भवन्तः बहुवचनं कुन्दान् ऐ थिङ्क् स्पियर् गृह्णन्तु इस् गृह्णाति. तस्य लोट् लकार बहुवचनं गृह्णन्तु. उत्तमं. गृह्णाति इति लट् लकार एकवचनरूपमस्ति. गृह्णाति गृह्णीतः गृह्णन्ति इति लट् रूपाणि भवन्ति. किन्तु अत्र लोट् रूपं गृह्णातु गृह्णन्तु इति रूपाणि भवन्ति. तत्र ग्रहधातोः प्रसङ्गे किञ्चित् स्मर्तव्यं. किम् इत्युक्ते ग्रहधातुः ग्रहधातुः अस्ति. किन्तु गृह्णाति गृह्णन्तु इति रूपाणि भवन्ति. इत्युक्ते तत्र एकं कार्यं भवति सम्प्रसारणम् इति कार्यं भवति. इग् यणः सम्प्रसारणम् इति एकं संज्ञासूत्रमस्ति. तत्र वर्णानां स्थाने यण् वर्णादेशः भवति. किन्तु अत्र विपरीतक्रमेण भवति. अत्र यण् वर्णानां स्थाने इक् वर्णादेशः भवति. गृह्णाति इति रूपं भवति. उत्तमपुरुषे तत्र गृह्णानि गृह्णाव गृह्णाम इति रूपाणि भवन्ति. गृह्णानि इति वदामश्चेत् यद्यपि तत्र निमित्तं ऋकारः निमित्तम् अस्ति, तथापि मूर्धन्यणकारः बाधकवर्णः अस्ति इति कृत्वा तत्र अन्तिमवर्णः दन्त्यनकारः एव श्रूयते. गृह्णानि इति रूपं भवति तत्र उत्तमपुरुषे एकवचनरूपं गृह्णानि. अन्तिमं वाक्यं. शत्रून् मर्दयन्ति. तत्र शत्रून् मर्दयन्तु. मर्दयन्तु. धन्यवादः महोदय. उत्तमम्. अनन्तरम् अत्र शुभदा भगिनी भवती करोतु. भगिनि आक्रमणं कुर्वन्ति इति दत्तम्. आक्रमणं कुर्वन्तु लट् लकार बहुवचन प्रथमपुरुष बहुवचन दत्तमस्ति. तत्र लोट् लकार बहुवचन भवति. सो आक्रमणं कुर्वन्तु उत्तमम्. आक्रमणम् इति तत्र आङ् उपसर्गपूर्वकः क्रमु इति धातुः अस्ति, ल्युडन्तरूपम् आक्रमणम्, आक्रमणं कुर्वन्तु. अग्रिम सर्वे दलपतिम् अनुसरन्तु, आज्ञां पालयन्तु च. दलपतिम् इति सेनापतिं वत् दलानां पतिः. सर्वे दलपतिं सो हरिवत् कृत्वा हरिं सेनापतिवत् सेनापतिवत् सो द्वितीया विभक्ति एकवचन भवति. सर्वे दलपतिम् अनुसरन्तु कर्मपदं भवति. अनुसरन्तु अनु उपसर्गपूर्वक सृधातु अनुसरन्ति सकर्मकधातु भवति, अतः दलपतिं कर्मपदं भवति. आज्ञां पालयन्तु, आज्ञां आज्ञां आज्ञा इति आकार स्त्रीलिङ्गे आकारान्त भवति भगिनि. स्त्रीलिङ्गे लताशब्दवत् लताशब्दवत् सो द्वितीया विभक्ति एकवचन भवति. मालां सो लतां सो आज्ञां पालयन्तु च. अग्रे करोमि वा? शत्रुपक्षे अस्त्राणि क्षिपन्तु. क्षिप् धातुः धातुः लट् लकारे प्रथमपुरुष बहुवचन, तस्य लोट् लकार बहुवचन भव क्षिपन्तु भवति. सो शत्रुपक्षे अस्त्राणि क्षिपन्तु. शत्रुपक्षे शत्रूणां पक्षे शत्रूणां पक्षः पक्षः तस्य सप्तमी विभक्ति एकवचन एकवचनं. अस्त्राणि अस्त्राणि इति कर्मपदम् अगेन् द्वितीया विभक्ति बहुवचन. शत्रुपक्षे भवन्तः इति अध्यारुतः अस्ति सो भवन्तः शत्रुपक्षे अस्त्राणि क्षिपन्तु इति. उत्तमं. सर्वे अरयः पतन्ति, तस्य लोट्लकारः भवति पतन्तु. सर्वे अरयः इति अरिशब्दस्य हरिवत् अरयः सो प्रथमपुरुष बहुवचन भवति. सर्वे अरयः पतन्तु. सर्वे शत्रूणि शत्रवः और् रिपवः सर्वे रिपवः अरयः शत्रवः पतन्तु. यूयं शत्रून् यमलोकं प्रापयथ. अत्र एकवारं प्रथमाविभक्तिरूपाणि एकवारं स्मारयतु. हरिशब्दस्य हरिशब्दस्य हरिवत् ओन्लि सो अरिः अरी अरयः प्रथमा विभक्ति. अग्रे सरतु. यूयं शत्रून् यमलोकं प्रापयथ. प्रापयथ इति प्र उपसर्ग उपसर्गपूर्वक आपधातोः लट्लकारे आत्मनेपदी वा? अत्र पश्यतु प्रापयथ अस्ति इति कृत्वा णिच् अस्ति तत्र णिजन्तरूपं प्रापयति. साधारणं रूपम् अस्ति प्राप्नोति. केवलं साधारणलट्टरूपं प्राप्नोति किन्तु णिजन्तरूपं प्रापयति. प्रापयति अस्ति चेत् एकवारं स्मारयतु रूपाणि. प्रापयथ त्वं त्वं योजयित्वा वदतु. त्वं प्रापय त्वं प्रापय त्वं सोरि त्वं प्राप् एकनिमिषम् ओके. त्वं प्रापय त्वं प्रापयतं त्वं प्रा सोरि त्वं प्रापय युवां प्रापयतं यूयं प्रापयत. प्रापयत लोट् रूपाणि. उत्तमम्. इत्युक्ते अत्र पश्यतु शत्रून् प्रापयत एकं कर्मपदम् अस्ति, यमलोकं प्रापयत इति अन्यत् कर्मपदम् अस्ति. इत्युक्ते अस्मिन् वाक्ये कर्मपदद्वयम् अस्ति. यूयं शत्रून् यमलोकं प्रापयत अस्मिन् वाक्ये द्विकर्मकवाक्यम् इति वक्तुं शक्यते. इत्युक्ते तत्र धातुः कर्मपदद्वयं स्वीकर्तुं शक्नोति. प्रा उपसर्गपूर्वकः आप्लु धातोः रूपमेव. अग्रे वयं सायङ्कालात् पूर्वं विजयिनः भवामः. वयं इति अहं शब्दस्य प्रथमविभक्ति बहुवचन. सायङ्कालात् इति पञ्चमी विभक्ति एकवचन. सायङ्कालात् पूर्वं, पूर्वम् इति अव्ययं. विजयिनः, विजयिनः इति विजयत् शब्दस्य विजयत् शब्दस्य भगिनि एकवारं वयं शब्दस्य प्रातिपदिकं किम्? अहं प्रातिपदिकं वयं शब्द अस्मद् अस्मत् ओ सोरि उत्तमम् अस्मत् इति. अपि च अत्र पञ्चमी विभक्तिः किमर्थमस्ति? सायङ्कालात् पूर्वम् इति अव्ययस्य पूर्वम् अव्ययात् पूर्वं पञ्चमी विभक्ति अस्ति अतः. उत्तमम्. इत्युक्ते अत्र पूर्वम् इति पदम् उपपदम् अस्ति. साधारणतया उपपदपञ्चमी इति वदामः. पूर्वम् इति पदमस्ति चेत् तस्मात् पूर्वं, कस्मात् सायङ्कालात् पूर्वम् इति अर्थः. विजयिनः पदं दृष्ट्वा तत्र वचनं किम्? बहुवचनं. बहुवचनं. प्रातिपदिकं किम्? विजयत्. अहं मन्ये अत्र विजयिनः इति अस्ति चेत् नकारान्तपदम् गुणिशब्दवत्. रूपाणि एकवारं स्मारयतु. गुणिनौ गुणिनः. सो विजयी दीर्घ ईकार ईकार भवति. सो विजयी विजयिनौ विजयिनः. उत्तमम्. आहत्य प्रातिपदिकं विजयिन्. विजयिन् इत्युक्ते नकारान्तपदम् अस्ति. वयं विजयिनः भवामः. कदा इत्युक्ते सायङ्कालात् पूर्वं विजयिनः भवामः वयम् इति अर्थः. अन्तिमम्, अन्तिमं धर्मरक्षणं कुर्मः. धर्मरक्षणं कर्वाणि कर्वाव कर्वाम. सो धर्मरक्षणं कर्वाम. सम्यक् वा? धर्मरक्षणं कुर्मः इति करवाम इति भवति. उत्तमम्. अत्र सायम् इति वदामश्चेत् सायङ्कालः इत्युक्ते सन्ध्यासमयः. सायम् इत्युक्ते समापयति दिनम् इति सायम् इति अहं दृष्टवती. दिनम् इत्यस्मिन् अर्थे नकारान्तपदमस्ति. अहन् शब्दः नकारान्तशब्दः. धर्मरक्षणं वदतु. धर्मरक्षणम् इति धर्मस्य रक्षणं. धर्मस्य रक्षणं करवाम. सो धर्मरक्षणम् इति द्वितीया विभक्ति एकवचनं भवति. कर्मपदं भवति. अतः धर्मस्य रक्षणं समस्तपदम्. उत्तमम्. अत्र अपि च इतोपि किं ज्ञातव्यम्? अत्र विजयिन् विजयी इति पदं भवती उक्तवती. अत्र वि उपसर्गपूर्वकः जी धातुः. जी धातोः रूपं लट्लकारे किं भवति? जयति इति रूपम् अस्ति. वि उपसर्गपूर्वकः जी धातुतः इनि प्रत्ययस्य योजनेन विजयी इति रूपं सिद्ध्यति. यस्य यस्य गुणाः सन्ति सः गुणी तथा एव विशेषेण जेतुं शीलम् अस्य अस्ति इति कारणतः सः विजयी इति. विशेषेण जेतुं शीलम् अस्य सः. तादृशं शीलं तस्मिन् पुरुषे तादृशं शीलमस्ति इति कृत्वा सः विजयी इति अर्थः अस्ति. अपि च अर्जुनस्य अन्य नाम अपि अस्ति जयः इति. अर्जुनस्य भगिनी वदतु. परन्तु ई धातु परस्मैपदी जयति वेन् उपसर्गपि सहित एपिका इति आत्मनेपदी न विजयते आं भगिनि विजयते सायंकाल तत्र अनुस्वारं भवन् किं नास्ति नस्तपदान्तस्य चलि सन्धि कृत्वा सायम् अनुस्वारं भवति इति मम चिन्तनम् अत्र नकारादेतमस्ति उत्तमम् अत्र किं भवति सायम् इति कथनेन तत्र अनुस्वारः पूर्वम् आगतः अनुस्वारस्य स्थाने अनुस्वारस्य ययि परसवर्णः इति सूत्रेण परसवर्णादेशः भवति परसवर्णः कः तत्र सावर्ण्यं कथं निर्णीयते इत्युक्ते सावर्ण्यं कथं निर्णीयते इत्युक्ते अनुस्वारस्य सदृशवर्णः कवर्गे अन्तिम अनुनासिकव्यञ्जनम् एव तस्य अनुस्वारस्य सवर्णः भवितुम् अर्हति कवर्गे ककारस्य कवर्गे अनुस्वारस्य सदृशवर्णः ञकारः इति कृत्वा परसवर्णादेशः भूत्वा अत्र सन्ति सन्ति विषयमस्ति न तद् समस्तपदे तु अनुस्वारः भवति इति मम चिन्तनम् अत्र इदं पदं समस्तपदम् अस्ति इति कृत्वा समस्तपदे सर्वदा सन्धिः नित्यः कर्तव्यः एव सन्धिं कृत्वा वदामश्चेत् सायङ्कालः तादृशरीत्या एव लेखनीयं न तु अनुस्वारः धन्यवादः उत्तमम् अनन्तरम् अत्र हा समापितवन्तः वयम् अत्र धर्मः इति एकं पदम् अस्ति धर्मः कोऽपि वदतु धर्मप्रसङ्गे ध्रुव धारयति इति धर्मः उत्तमं धारणात् धर्मः इति आहुः धारणात् धर्म उच्यते ध्रियते लोकः अनेन इति धर्मः इत्युक्ते कर्मणि प्रयोगे वाक्यं वक्तुमिच्छामश्चेत् लोकः अनेन ध्रियते इति कर्मणि वाक्यं किन्तु कर्तरिवाक्यं वक्तुमिच्छामश्चेत् लोकान् धरति अथवा लोकान् धारयति इति कर्तरिवाक्यम् अस्ति एतावता धारणात् धर्मः इति उच्यते वदतु प्रश्नः तत्र मकारस्य द्वित्वम् अस्ति वा धर्मः इति कुत्रापि लेखितुं शक्नुमः इत्युक्ते तत्र विकल्पेन रूपद्वयमपि साधु एव अस्तु किमर्थं चेत् कुत्रापि वयम् अहं न दृष्टवती द्वित्वं मकारस्य अतः इत्युक्ते तत्र अचोरहाभ्यां द्वे इति एकं सूत्रमस्ति तेन सूत्रेण तत्र द्विवारं लेखितुं शक्नुमः अस्तु सूत्र अचोरहाभ्यां द्वे इति तत्र तेन सूत्रेण अस्मिन् पदे रूपं किञ्चित् विरलमेव अत्र एकमेव रूपम् एकः एव मकारः लिखितम् अत्र द्विवारं कथं भवति हौ डस् इट् साउण्ड् द्विवारं तत्र उच्चारणभेदः धर्म धर्म इति वदामश्चेत् मकारः द्विवारं लिखामश्चेदपि तत्र उच्चारणभेदः न दृश्यते इत्युक्ते तत्र साधारणतया वाचस्पत्यम् अथवा शब्दकल्पद्रुमं पश्यामश्चेत् तत्र साधारणतया द्विवारं लिखित्वा रूपं शब्दकोशे द्विवारम् आयाति एकं श्लोकं यत् जानामि धर्मं न च मे प्रवृत्तिः ज्ञानाद्य धर्मं न च मे निवृत्तिः केनापि देवेन हृदि स्थितेन यदा नियुक्तोऽस्मि तदा करोमि उत्तम कः उक्तवान् पाण्डवगीतामि दुर्योधन उत्तमः श्लोकः दुर्योधनः उक्तवान् किं जानामि धर्मं किन्तु न च मे प्रवृत्तिः, तस्य मम इष्टः नास्ति, तस्मिन् अहं धर्मः कः इति अहं सम्यक् जानामि, किन्तु तादृशं कार्यं कर्तुं मम इच्छा नास्ति. जानामि अधर्मं न च मे, जानामि अधर्मं न च मे निवृत्ति. उत्तमम्. केनापि देवेन हृदि स्थितेन यदा नियुक्तो अस्मि तदा करोमि. केन सह, केन सह उक्तम्? भगवान् श्रीकृष्णेन सह. दुर्योधनः कृष्णेन सह अवदत्. उत्तमम्, उत्तमं महोदय. धर्मस्य प्रसङ्गे बहु उत्तमः श्लोकः. दुर्योधनः स्वयं वदति, दुर्योधनस्य स्वीयवाक्यानि इमानि. पुनः एकवारं वदतु महोदय वाक्यम्. जानामि धर्मं न च मे प्रवृत्ति, जानाम्यधर्मं न च मे निवृत्ति, केनापि देवेन हृदि स्थितेन यदा नियुक्तोऽस्मि तदा करोमि. धन्यवादः. उत्तमं. गीताञ्जलि भगिनी, भवती त्रयोदश अभ्यासम् आरम्भं करोतु तस्य. आं भगिनि, गीतायां कृष्णेन आदर्शरूपेण उक्तानि कानिचित् वाक्यानि अत्र सङ्गृहीतानि सन्ति. एतानि उच्चैः पठत. एतेषु लोट् लकाररूपाणि अधोरेखया अङ्कयत. गीतायां गीतायां तु सप्तमी श्रीलिङ्ग रूपं, कृष्णेन तृतीया, आदर्शरूपेण अपि तृतीया, विशेषणविशेष्यभाव. उक्तानि कानिचित् वाक्यानि, तदेव विशेषणविशेष्यभाव. उक्तानि बहुवचन नपुंसकलिङ्गानि. उक्तानि कानिचित् वाक्यानि प्रथमविभक्ति. अत्र सङ्गृहीतानि सन्ति. अपि सङ्गृहीतानि सन्ति, सङ्गृहीतानि अपि विशेषं भगिनि. वाक्यानि सङ्गृहीतानि, वाक्यानि सङ्गृहीतानि सन्ति. सन्ति तु क्रियापदम्. एतानि उच्चैः पठत. उच्चैः तु अव्ययपदं. पठत लोट् लोट् मध्यमपुरुष बहुवचनरूपम्. एतेषु लोट् लकार रूपाणि अधोरेखया अङ्कयत्. अङ्कयत, क्षम्यतां भगिनि. कृष्णेन अत्र किमर्थं णत्वं नास्ति? हा, कृष्णेन णकारमध्ये आयाति, तत् तदेव बाधा करोति. उत्तमम्. आदर्शः इति पुंलिङ्गपदम्. आदर्शः इत्युक्ते दर्पणः इति अर्थः संस्कृतभाषायाम्. अत्र आङ् उपसर्गपूर्वकः दृशिर्धातोः रूपमेव, दृश् धातोः रूपमेव. अत्र आदर्शः इति पदमस्ति. उक्तानि इति वच् धातुतः क्ताप्रत्ययस्य योजनेन उक्त इति रूपम् अस्ति. वच् धातुतः तत्र क्ताप्रत्ययः. अपि च कानिचित्, कानिचित् इति तत्र चित् चन इत्यपि योजयितुं शक्नुमः. कानिचन वाक्यानि इति अपि साधु, कानिचित् वाक्यानि अपि साधु. चित् चन अपि इत्येतेषु त्रिषु पदेषु अन्यतमं पदं साधु एव. अत्र चित् चन इति पदद्वयं तस्मिन् प्रसङ्गे किञ्चित् वदामि. अत्र चित् चन इति एतत् पदद्वयं चादिगणे अस्ति. ये ये जनाः समासवर्गम् आगच्छन्ति ते सर्वे जानन्ति एव. चादिगणः, तस्मिन् गणे इदं पदद्वयम् अस्ति. तत्र चादयो सत्त्वे इति सूत्रेण चादिगणे एतत् पदद्वयमस्ति. अपि च चादिगणे अस्ति इति कृत्वा तस्य निपातसंज्ञा भवति. तदनन्तरं स्वरादिनिपातमव्ययम् इति सूत्रेण अस्य पदद्वयस्य अव्ययसंज्ञा भवति इति कृत्वा चित् चन एतत् पदद्वयम् अव्ययम्. अपि च किं शब्दात् कानि, किम् इति मकारान्तपदमस्ति, किं शब्दात् कानि इति पदं सिध्यति. किं शब्दस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति वयं जानीमः. अपि च वाक्यं, वाक्यम् इति कीदृशं पदं पश्यामश्चेत् वच् धातोः रूपमेव. ञत् इति एकः प्रत्ययः अस्ति, तेन वाच्यम् इति एकं पदं सिध्यति, वाक्यम् इति पदमपि सिध्यति. तत्र वाच्यम् इति पदमपि अस्ति, वाक्यम् इति अपि अस्ति. अनन्तरं सङ्गृहीत इति क्तान्तपदं. सम् उपसर्गपूर्वकः ग्रहधातुः क्ताप्रत्ययः, प्रातिपदिकं सङ्गृहीत, किन्तु वाक्यानि इत्यस्य विशेषणमस्ति इति कृत्वा वाक्यानि सङ्गृहीतानि. अधोरेखया, वदतु भगिनि. अधोरेखया तृतीया अस्ति. अधोरेखा सुरेखया तृतीयैकवचन स्त्रीलिङ्गपदम्. उत्तमम्. इत्युक्ते अहं चिन्तयामि अत्र विसर्गसन्धिः अधः इति विसर्गसन्धिः भूत्वा चतुर्थं पाठसूत्रं कार्यं करोति. अधो इति भवति, अधोरेखा इति समस्तपदं भवति, अधोरेखया इति भवति. अङ्कयत, अङ्कयत इत्युक्ते तत्र मार्क् डौन् इति अर्थः अस्ति. अङ्कयत इति रूपं वदतु. मध्यमपुरुष बहुवचनरूपं लोट्. उत्तमं. प्रथमं वाक्यं, प्रथमं वाक्यं योगस्थः कुरु कर्माणि. योगस्थः तु पुंलिङ्गं प्रथमव्यक्ति एकवचनरूपं, कुरु इति लोट् रूपम् अस्ति, मध्यमपुरुष एकवचन कृ धातु, कर्माणि कर्माणि कर्मपदमस्ति, बहुवचनरूपं नपुंसकलिङ्गे. उत्तमम्. अत्र द्वितीयाविभक्त्याम् अस्ति. अत्र योगस्थः कर्माणि कुरु, योगस्थः तत्र पदस्य क्रमस्य प्राधान्यता नास्ति इति कृत्वा योगस्थः भूत्वा कर्माणि कुरु इति श्रीकृष्णः वदति. अत्र कर्मन् इति नकारान्तपदम् अस्ति, किन्तु नपुंसकलिङ्गपदं, कर्मशब्दः नपुंसकलिङ्गपदम् अस्ति. कर्म कर्मणि कर्माणि इति भवति. अत्र भवती दृष्टवती वा श्लोकस्य प्रसङ्गे? आं भगिनि. किं किं किं दृष्टवती भगिनि? श्लोकसङ्ख्या दत्ता अत्र. अत्र श्लोकसङ्ख्यां वदतु. हा, द्वितीय अध्याये अष्टचत्वारिंशत् श्लोक अस्ति. श्लोक पठामि भगिनि. एकवारं पठतु. योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय, सिद्धसिद्धयोः समो भूत्वा समत्वं योग उच्यते इति. अत्र सङ्गं त्यक्त्वा इति मुख्यविषयः. सङ्गं त्यक्त्वा धनञ्जय, धनञ्जय इति सम्बोधनमस्ति. सङ्गं त्यक्त्वा योगस्थः भूत्वा कर्माणि कुरु. सङ्गं त्यक्त्वा इत्युक्ते अत्यासक्तिं विना, अति आसक्तिं विना, सिद्ध्यसिद्ध्यो समो भूत्वा इत्युक्ते लाभ अलाभयोः तत्र फलं समानम् इति मत्वा योगस्थः भूत्वा कर्माणि कुरु. योगस्थः इत्युक्ते अत्र एकाग्रमनस्कः भूत्वा कर्माणि कुरु. अत्र अन्ते किं वदति? समत्वं योग उच्यते, तदेव समत्वम्. अत्र योगस्थः इति पदं समस्तपदमस्ति. योगे तिष्ठति सः योगस्थः अत्र उपपदसमासः अस्ति. अत्र उपपदसमासे विग्रहवाक्यं तथा भवति, योगस्थः योगे तिष्ठति योगस्थः, तथा एव गृहस्थः समस्थः इत्युक्ते, समस्थः इत्युक्ते समभावेन तिष्ठति समस्तः इत्यादीनि अन्यानि पदानि, योगस्थः समस्थः गृहस्थः इत्यादीनि रूपाणि सन्ति. एतावता सः किं वदति, योगस्थः कर्माणि कुरु धनञ्जय इति वदति. अग्रिमं वाक्यं, निमित्तमात्रं भव स्वयसाचिन् सव्यसाचिन् क्षम्यतां भगिनि, निमित्तमात्रं भव सव्यसाचिन्. अत्र तु निमित्तमात्रं भव, भवतु लोट् रूपमस्ति, भवतु मध्यमपुरुष एकवचनरूपं भूधातु लोट्. निमित्तमात्रं प्रथमविभक्ति भगिनि, समासः अस्ति निमित्तमात्रम्. अत्र निमित्तम् इति निमित्तं, तत्र नि उपसर्गपूर्वकः मिद् धातोः क्तान्तरूपम् इति अहं दृष्टवती. निमित्तमात्रम् इत्युक्ते केवलं कारणमात्रं, हेतुमात्रम् इति अर्थः, केवलं कारणं भव भवान्. सव्यसाचिन् वदतु कीदृशं पदम्. इनि प्रत्यय किन्तु पूर्णतया न जानामि भगिनि. अत्र पदं कीदृशं पदं, पदस्य रूपं समस्तपदमेव किन्तु सव्यसाचिन् सम्बोधनारूपं किन्तु नकारान्तपदं सव्यसाचिन्. तत्र सव्यसाचिन् इति प्रातिपदिकम् अस्ति, किन्तु प्रथमाविभक्त्यां किं भवति, उत्तमं गुणीशब्दवत् भवति. वयं सर्वे श्रुतवन्तः सव्यम् अपसव्यम् इति, वयं जानीमः इत्युक्ते सः वामहस्तेन अपि च दक्षिणहस्तेनापि बाणप्रयोगं कर्तुं शक्नोति अर्जुनः. अर्जुनस्य अन्यनाम एव सव्यसाचि, सव्येन हस्तेन अपि शरप्रयोगे सः निपुणः इति अर्थः. पुनः वदतु भगिनि, सव्येन हस्तेन अपि शरप्रयोगे निपुणः सः, इत्युक्ते बाणान् सचेते इत्युक्ते बाणान् बाणप्रयोगं कर्तुं शक्नोति सव्यहस्तेन अपि. भगिनि वामहस्तः इत्यस्य पर्यायवाचकं पदं वा, वामहस्तः इत्युक्ते लेफ्ट् हेण्ड्, दक्षिणहस्तः रैट् हेण्ड्. हा, सव्य इति वाम इत्यस्य पर्यायवाचकपदं वा, सव्यम् अपसव्यम् इति. सव्य मीन्स् लेफ्ट्, लेफ्ट् इत्युक्ते सः सव्यसाचि अर्जुनः. निमित्तम् इति निमित्तमात्रम् इति लिखितमस्ति, निमित्त इत्यस्य पदस्य तद्धितान्तं रूपं नैमित्तिकं वयं साधारणतया शृणुमः. नित्यकार्याणि नैमित्तिककार्याणि, नित्यक्रिया नैमित्तिकक्रिया इत्युक्ते निमित्तात् जन्यं नैमित्तिकं, नैमित्तिकम् इति तद्धितान्तरूपम् अस्ति. निमित्तमात्रं भव सव्यसाचिन्. तृतीयं वाक्यम् अधुना लता भगिनी भवती करोतु अग्रिमं वाक्यं. निस्त्रैगुण्यो भवार्जुन, अत्र निस्त्रैगुण्यः त्रिगुण अर्धे अत्र भव इस् द लोट्लकाररूप इस् अड्रेसिङ्ग् अर्जुन अर्जुन इस् आल्सो अर्जुन अपि सम्बोधना विभक्ते अस्ति विभक्तौ अस्ति निस्त्रैण निः उपसर्गसहित त्रैगुण्य त्रिगुण तद्धितरूप त्रैगुण्य निस्त्रैगुण्य बी विदौट् द त्रिगुणास् दट् इस् गो बियाण्ड् द त्रिगुणास् भव अर्जुन we need to go beyond the three guna sattva raja tamo guna that's what krishna is telling arjuna uttama ichukte nistrayi gunyah ichukte triguna rahitah athava sattva rajas tamo guna rahitah api cha tasmineva shloke nistrayi gunyah bhava निर्द्वन्द्वः भव इत्यपि सः वदति निस्त्रैगुण्यः इति पदं समस्तपदमस्ति किन्तु विग्रहवाक्यं परिशीलयामश्चेत् निर्गतं त्रैगुण्यं यस्मात् सः इत्युक्ते निर्गतं त्रैगुण्यं यस्मात् सः निस्त्रैगुण्यः इति बहुव्रीहि समासः अस्ति अत्र गुण्यापि उत्तमम् निर्गतं त्रैगुण्यं यस्मात् अपि च तस्मिन्नेव श्लोके निर्द्वन्द्वः इति लिखितम् अस्ति निर्गतं द्वन्द्वं यस्मात् सः श्लोके किमुक्तमस्ति निस्त्रैगुण्यः भव अर्जुन नित्यसत्त्वस्थः भव इति लिखितमस्ति किञ्चित् अग्रिमं वाक्यं वदतु भगिनि बीजं मा सर्वभूतानां विद्धि अत्र बीजं मां बीजम् इस् प्रथम एकवचनमस्ति बीजं मां दट् इस् अस्मत् शब्द मां द्वितीया विभक्ति मा सर्वभूतानां विद्धि विद्धि अत्र मध्यमपुरुष एकवचन लोट् इस् इट् आं भगिनि लोट्लकारे लोट्लकार इङ्ग्लिश् ऐ एम् नाट् गेटिङ्ग् द संस्कृतवाक्य ओके मां विद्धि सर्वभूतानां बीजम् ऐ एम् द सोर्स् आफ् आल् द भूतान् आं भगिनि अण्डर्स्टाण्ड् दट् ऐ एम् द सोर्स् अत्र पदमस्ति सर्वभूतानि इति पदमस्ति इत्युक्ते प्रथमाविभक्त्यां पदमस्ति सर्वभूतानि सर्वभूतानि इति तत्र कर्मधारे समासः अस्ति सर्वाणि तानि भूतानि सर्वाणि च तानि भूतानि च इति विग्रहवाक्यं भवति तत्र विशेषणपूर्वपदकर्मधारे समासः अस्ति विद्धि इति लोट्लकारः विद् धातोः रूपं विद् ज्ञाने इत्यस्मिन् अर्थे तत्र लट्लकाररूपं वेत्ति वेत्ति अत्र विद्धि इति पदस्य समानार्थकं पदमेव अन्यत् पदमस्ति जानीहि जानीहि इत्युक्ते भवान् जानातु त्वं जानीहि अर्जुन अहं सर्वभूतानां बीजम् इति जानीहि त्वं जानीहि इति अर्थः अस्ति यथेच्छसि तथा कुरु करोतु यथेच्छसि तथा कुरु यथा इच्छसि गुणसन्धि भवति तत्र यथेच्छसि मध्यमपुरुष एकवचन लट्लकारे यथेच्छसि तथा कुरु कुरु लोट्लकार मध्यमपुरुष एकवचन कृष्ण अर्जुनं वदति उपदेशानन्तरम् अन्ते कृष्णः अर्जुनं वदति हि डस् नाट् आर्डर् हिम् टु फालो हिम् इति ओके अहं सर्वतत्त्वमपि अवदत् इदानीम् अहम् अवदम् एमस्ति अवदम् इदानीं यथा इच्छति तथा एव कुरु इति अर्जुनम् आदिशति आदिशति उत्तमम् इत्युक्ते मया एतावत्पर्यन्तं मया एक रहस्यं तत्त्वं मया उक्तम् आसीत् किन्तु सर्वं ज्ञात्वा अपि भवान् यत् कर्तुम् इच्छति तदेव करोतु इति सः आदिशति. अत्र अस्मिन् वाक्ये यथा तथा प्रयोगः अस्ति. यथा तथा वयं जानीमः तत्र यत् दकारान्तपदम् अस्ति, यद् शब्दात् यथा इति रूपम् आगतं, तद् शब्दात् तथा इति रूपम् आगतं. थाल् इति एकः प्रत्ययः अस्ति. यथा इत्युक्ते येन प्रकारेण, येन प्रकारेण इति अर्थः अस्ति. उत्तमं भगिनि. अधुना भूमा भगिनी इतोपि अन्यत् वाक्यं किञ्चित् वदतु. मध्याजी धन्यवादः. आं भगिनि, षष्ठं वाक्यं, षष्ठं मध्याजी मां नमस्कुरु. नवमाध्याये चतुस्त्रिंशत् श्लोके अस्ति मध्याजी मां नमस्कुरु. मत् याजीय तत्र मध्याजी इति वदामश्चेत् यः मां यजति, मां यजति यः सः मध्याजी. तत् इत्युक्ते अर्धः तु मत् पूजकः अथवा मत् भक्तः. एकवारं श्रावयतु, श्लोकं श्रावयतु. मन्मनाभव मद्भक्तो मध्याजी मां नमस्कुरु. मामेवैष्यसि युक्त्वैव मत्परायणः. मन्मनाभव अत्र केवलं वाक्यं दृष्ट्वा भवती यद् अवगतवती तद्वदतु. मन्मनाभव मीन्स् मद्भक्त, भक्तं भव. तत्र भगिनि, अत्र भव इति वदामश्चेत् भव भूधातुः अकर्मकधातुः इति कृत्वा मम भक्तः भव, मम भक्तः भव. उत्तमं, वदतु. मम भक्तः भव चित्तं मम पार्श्वे स्थापय. अस्मिन् वाक्ये नमस्कुरु इति पदमस्ति भगिनि. नमस्कुरु इत्यस्य प्रसङ्गे नमः इति पदं यद्यपि उपसर्गः नास्ति तथापि उपसर्ग इव कार्यं करोति. अत्र नमः योगः क्रू धातोः रूपम् अस्ति. नमस्कुरु विसर्गसन्धिः भवति अत्र. अग्रिमवाक्यं नमस्करोति, नमस्कृत्य, नमस्करोमि, एतानि पदानि अन्यानि सन्ति. अग्रिमं 934 बुद्धौ शरणम् अन्विच्छ. बुद्धौ शरणम् अन्विच्छ. बुद्धौ मीन्स् मैण्ड् न बुद्धौ. सप्तमी विभक्ति बुद्धिः हरिशब्दः. बुद्धिः स्त्रीलिङ्गम, बुद्धिः स्त्रीलिङ्गपदम् स्त्रीलिङ्गे. बुद्धौ किञ्चित् वदामि भगिनि. अत्र बुद्धधातोः बुद्धधातुतः क्तिन् प्रत्ययान्तरूपं बुद्धिः. अत्र बुध्यते अनेन इति बुद्धिः अस्ति. अपि च अत्र बुद्धिः इत्युक्ते अस्मिन् प्रसङ्गे, अस्मिन् श्लोके बुद्धिः इत्युक्ते ज्ञानम्. इत्युक्ते कर्मयोगस्य अपेक्षया ज्ञानयोगः उत्तमः, अथवा ज्ञानयोगस्य अपेक्षया कर्मयोगः अल्पः अथवा तुच्छः इत्यस्मिन् अर्थे. किन्तु अत्र बुद्धौ शरणम् अन्विच्छ इत्युक्ते ज्ञानयोगम् आश्रयतु, ज्ञानयोगम् आश्रयतु इति वदति. अन्विच्छ वदतु. अन् उपसर्गपूर्वक इच् धातु इष् धातुः इष् धातु उत्तमम्. अत्र इषु धातोः प्रसङ्गे एकं सूत्रमस्ति, इषु गमि यमां छः इति सूत्रमस्ति. तेन सूत्रेण तत्र छकारादेशः भवति इति कृत्वा इच्छ इति रूपं सिद्ध्यति. अत्र अनु उपसर्गपूर्वकः इष् धातुः, अत्र अन्विच्छ रूपं किम्? मध्यमपुरुष एकवचनं लोट्लकार. उत्तमम् उत्तमम्. अग्रिमं वाक्यं पूर्वस्मिन् वाक्ये मां नमस्कुरु इति अस्ति किल, नमः शब्द चतुर्थी अत्र तस्मै नमः इति वदामः अथवा वासुदेवाय नमः इति वदामः. किन्तु अत्र क्रू धातुः अस्ति इति कृत्वा अत्र क्रियापदं नमस्करोति. नमस्करोति इति तत् अथवा लोट्लकारे वक्तुम् इच्छामश्चेत् नमस्करोतु इति प्रथमपुरुषे एकवचनरूपमस्ति. किन्तु मध्यमपुरुष रूपं त्वं नमस्कुरु, त्वं मां नमस्कुरु इति अत्र द्वितीयविभक्त्यन्तं साधु एव. Only when namaha is used as a separate word, we must use chaturthi. Here, namaskuru is also joined there, kru dhatu, so mam is okay. Uttama. Bhuma bhagini, karottu. Atra visarga sandhi asti bhagini. Namaha yoga kuru. Pradhamam bhatta sutram. प्रथमं भट्टसूत्रं तु कखपफे तु विसर्गः किल. इत्युक्ते प्रथमे सूत्रे भागद्वयम् अस्ति, तत्र विसर्जनीयस्य सह खरि कखपफे तु विसर्गः. अत्र विसर्जनीयस्य सह खरि, खरि इति वदनेन अत्र परन्तु अत्र क भवति, सो कखपफे तु विसर्गः तिष्ठति, सो विसर्गः शुड् कम् रैट्. So why sir is coming? Why sakara is coming over there? Like namaha yogaha kuru. It should, since it is kuru, ka, then it should be like namaha kuru. If the prathamam bhatta sutram karyam karoti, chet. No? Visarjani isya saha? Saha khari kakha papetu visargaha. Parantu kakha... Ichukte tatra sutrasya prathama bhagaha visarjani isya saha. खरि किन्तु कखपफे तु विसर्गः, किन्तु विसर्गस्य स्थाने सकारादेशः. या बट् कखपफे इफ् इट् इस् देट् इस् नेक्स्ट् टु विसर्गः, देन् द विसर्गः तिष्ठति रैट्. देन् इन् दिस् केस् नमः विकल्पेन कख तत्र इत्युक्ते तत्र विकल्पेन रूपं किं भवति इत्युक्ते अर्धोच्च अर्धविसर्गोच्चारणमपि भवति तत्र कखपपेतु विसर्गः इत्यस्मिन् जिह्वामूलीयः उपद्मानीयः. उत्तमं, जिह्वामूलीयः उपद्मानीयः अस्ति चेत् अर्धविसर्गोच्चारणं भवति, किन्तु अत्र केवलं विसर्गस्य स्थाने सकारः आगतः इति मम चिन्तनम्. अग्रे पठतु भगिनि. तस्मात् उत्तिष्ठ कौन्तेय, तस्मात् तद् दकारान्त सर्वनामपदां पञ्चमी विभक्ति उत्तिष्ठ लोट्लकार मध्यमपुरुष एकवचनं कौन्तेय सम्बोधन अर्जुन पर्याय नाम कौन्तेय. उत् स्था धातु पूर्वमेव चर्चितवन्तः. उत्तमं. कौन्तेय इति कौन्तेय कुन्त्याः पुत्रः कौन्तेय. उत्तमं. कुन्त्याः अपत्यं पुमान् कौन्तेयः. कौन्तेय इति अकारान्तपदमस्ति, तत्र कौन्तेय इति तद्धितान्तपदम्. कौन्तेय इत्युक्ते अत्र युधिष्ठिरादयः सन्ति, त्रयः पुत्राः सन्ति, त्रिषु एकः कोऽपि भवितुमर्हति इत्युक्ते तत्र युधिष्ठिरः अपि कौन्तेयः, भीमः अपि कौन्तेयः, अर्जुनः अपि कौन्तेयः एव. अग्रिमं वाक्यं शृणु मे परमं वचः. शृणु लोट्लकार मध्यमपुरुष एकवचनं, मे मम षष्टि अस्मत् शब्दस्य षष्टिविभक्ति एकवचनं, परमं श्रेष्ठं श्रेष्ठं वचः. उत्तमम्. अत्र मे इति मे इति पदमस्ति. अत्र पश्यन्तु, वाक्यं पश्यामश्चेत् मे इति अस्मत् शब्दस्य रूपमेव, किन्तु चतुर्थीविभक्त्याम् अस्ति, षष्टिविभक्त्याम् अपि अस्ति, किन्तु अत्र षष्टिविभक्तेः रूपं स्वीकर्तव्यं. मे इत्युक्ते मम वचः शृणु, मम वचः शृणु इति वदामश्चेत् अत्र परमं वदतु. परमम् इति पदस्य लिङ्गं किम्? परमं वचः पुल्लिङ्ग, पुल्लिङ्गमेव. परमं विशेषणं, वचः शब्दस्य विशेषणं. उत्तमं. वचः शब्दस्य विशेषणं परमम् इति भवति. मम वचः इति पदस्य पर्यायवाचकपदमस्ति. मम वचनानि शृणु, मम वचनानि शृणु. अत्र परमम् इति विशेषणमस्ति, किन्तु वचः इति पदस्य प्रसङ्गे किञ्चित् ज्ञातव्यम्. अत्र वचः इति कीदृशशब्दः वदतु. अरुणभगिनी वदतु. वचस् इति प्रातिपदिकं, नपुंसकलिङ्गं भवति मन्ये. वचः द्वितीय बहुवचनं. उत्तमम्. एकवारं रूपाणि श्रावयतु, प्रथमाविभक्ति द्वितीयाविभक्ति रूपाणि. मनः शब्दवत् वचांसि, वचः वचं वचांसि, वचः वचसि वचांसि, वचसि वचांसि. वचस् इति सकारान्तपदं, नपुंसकलिङ्गपदं. वचः वचसि वचांसि, मनः शब्दवत् रूपाणि भवन्ति. किन्तु अन्यत् पदमस्ति वाचः. अत्र वचः, वचः इति पदं दत्तमस्ति इति कृत्वा सकारान्तपदं, किन्तु वाचः इति अन्यत् पदमस्ति. वाचः इति पदं चकारान्तपदं. वाक् वाचौ वाचः इति रूपाणि भवन्ति. वाचः इति पदम् अपि अस्ति. वच् धातुतः एव वाचः इति पदं सिद्ध्यति. वचः भिन्नं पदं, वाचः भिन्नं पदं. वच् धातोः लट्लकाररूपं वक्ति, किन्तु निजन्तपदं वक्तुमिच्छामश्चेत् वाचयति. वक्ति वाचयति, णिजन्तरूपम् अस्ति. उत्तमम्. अरुणभगिनी एकं वाक्यं भवती वदतु, अग्रिमं वाक्यं. तस्मात् क्षम्यतां, तमेव शरणं गच्छ. गच्छ क्रियापदं, गम् धातु, लोट्लकार, मध्यमपुरुष एकवचनं, शरणम् इति कर्मपदं, तं कर्तृपदम् एव अव्ययं, तम् एव शरणं गच्छ. अत्र तम् एव शरणं गच्छ, अत्र तमेव इति लिखितमस्ति. अत्र केवलं वर्णमेलनमस्ति, सन्धिः नास्ति. अत्र तम् एव शरणम् इत्युक्ते, तम् इत्युक्ते कः? सः कः? सः ईश्वरः. ईश्वरं शरणं गच्छ इति वदति. अत्र शरणम् इति पदमपि ल्युडन्तपदं. शरणम् इति अत्र श्रू धातुः, शृणाति पदमस्ति. इत्युक्ते तत्र शरणं गतः, शरणागतः, शरणापन्नः इत्यादीनि पदानि सन्ति. दशमम् आश्रय, अत्र अहं किं दृष्टवती इत्युक्ते, शरणम् इति ल्युडन्तपदं, शृणाति दुःखम् अनेन इति अर्थः. टेक् शरण मीन्स् टेक् आश्रय, अत्र आश्रयः इत्यस्मिन् भिन्नधातुः अस्ति भगिनि. ओके शरण डस् नाट् कम् फ्रम् श्रय. अत्र अर्थं पश्यामश्चेत् शृणाति दुःखम् अनेन इति लिखितमस्ति. तम् एव शरणं गच्छ इत्युक्ते ईश्वरम् एव. तम् इति सर्वनामपदमस्ति किन्तु तस्मिन् स्थाने श्लोके ईश्वरः इति पदं दत्तमस्ति. एतावत्पर्यन्तं वयं दशमवाक्यपर्यन्तं समापितवन्तः. बहुकालातीतः अभवत् अतः एकादशवाक्यात् आरभ्य अन्तपर्यन्तं भवन्तः सर्वे चिन्तयन्तु, प्रत्येकं पदं स्वीकृत्य चिन्तनं कुर्वन्तु, अपि च मूलश्लोकान् अपि एकवारं पश्यन्तु. तेन बहु लाभाय भवति. वयं सर्वे अत्र स्थगयामः. सर्वेषां धन्यवादः. धन्यवादः. धन्यवादः.